गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वे तत्र स्वागतं सर्वेषाम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये तत्र वैलक्षण्यं वर्तते न वा किन्तु तस्मिन् विषये वयं तत्र अवधिः नाम कः इति तत्र तस्मिन् विषये बहु किमपि चर्चितवन्तः तत्र अवधिः इति तत्र अस्माकम् उदाहरणत्रयं वर्तते नाम तत्र फलं वृक्षात् पतति अपि तत्र घटः पठात् पृथक् अपि तत्र घटः पठात् भिन्नः इति तत्र वेदस्थले पृथक्त्वस्थले अपि तत्र पतनक्रिया तत्र कर्म यत्र अस्ति तत्रापि तत्र अवधिः भवति एकः तत्र अंशत्रयं भवति नाम एकः आश्रयः नाम पृथक्त्वस्य वा पतनस्य वा अथवा तत्र भेदस्य आश्रयः भेदः नाम तत्र अन्योन्य अभावः अपि अपरः यः अस्ति तत्र सः भवति अवधिः आश्रयः यः नास्ति इति अपि तत्र सः अवधिः भवति अपि येन अवधिः इति जातः अतः सः अवधिकः तत्र पतनं वा पतनम् अवधिकम् अथवा तत्र भेदः अवधिकः अथवा पृथक्त्वम् अवधिकं भवति अवधिके अवधिकत्वं भवति नाम पृथक्त्वे वा तत्वा भेदे वा अथवा पतने अवधिकत्वं भवति इदानीम् अस्माकं तत्र अवधिकत्वं ज्ञात्वा अग्रे आगतवन्तः वयं तत्र निखिलावधिकत्वं नाम किम् अपि नियतावधिकत्वं नाम किम् इति अपि तस्मिन् विषये चर्चितवन्तः इदानीं तत्र निखिलावधिकत्वम् अपि तत्र नियतावधिकत्वं तयोः मध्ये कः सम्बन्धः इति इदानीम् अस्माकं प्रश्नः नाम यत्र नियतावधिकत्वं भवति तत्र निखिलावधिकत्वं निश्चयेन भवति अथवा यत्र नियतावधिकत्वं तत्र निखिलावधिकत्वं न एव भवति इति वा तत्र सा तत्र का स्थितिः इति अस्माकं प्रश्नः तत्र निखिलावधिकत्वं तत्र वयं दृष्टवन्तः तत्र कुत्रापि नास्ति इति भासते यतोहि तत्र वयम् एतावत् किं चिन्तितवन्तः निखिलावधिकत्वं नाम अवधिकः नाम तत्र पृथक्त्वम् इति अवधिकम् इति स्वीकुर्मश्चेत् तत्र अवधिः घटे विद्यमानपृथक्त्वम् अस्ति इति स्वीकुर्मः तत्र घटः पटात् पृथक् तर्हि अवधिः तत्र पटः भवितुम् अर्हति तथैव तत्र घटः पुस्तकात् पृथक् इति कृत्वा तत्र पुस्तकः अपि अवधिः भवति अनेके पदार्थाः अवधिः भवितुम् अर्हन्ति घटे विद्यमानपृथक्त्वस्य कृते अतः तत्र अवधिसमुदायः पृथक्त्वस्य अवधिसमुदायः एव भवति अपि एतावत् वयं किं चिन्तितवन्तः निखिलावधिकत्वं पृथक्त्वस्य अस्ति चेत् तत्र सर्वे पदार्थाः तत्र अवधिसमुदाये भवेयुः इति किन्तु वयं ज्ञातवन्तः तत्र नाम घटः घटात् पृथक् इति न वक्तुं शक्नुमः घटः कपालात् पृथक् इति न वक्तुं शक्नुमः अतः तत्र अवधिसमुदायः सर्वे पदार्थाः अवधिसमुदाये सन्ति इति नास्ति बहवः पदार्थाः नाम ये पदार्थाः घटे यत्र स्थितः नाम तत्र विद्यमानप्रदेशः विशेषदेशः तस्मिन् देशे एव नाम तत्र घट अवयवपरम्परायां नाम कपालः कपालिका एतादृशाः ये सन्ति तत्र परमाणुपर्यन्तं ये पदार्थाः सन्ति ते सर्वे तत्र अवधिसमुदाये न सन्ति इति कृत्वा तत्र पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति वयं निश्चितवन्तः इदानीं तत्र निखिलम् अवधिकत्वम् इति अस्ति तत्र निखिलशब्दस्य वयम् एतावत् चिन्तितवन्तः सर्वं नाम सर्वे इति किन्तु तत्र सर्वे इति अपि तत्र प्रसङ्गवशात् तस्य अर्थः किञ्चित् भिन्नः भवति नाम सर्वे जनाः इति वक्तुं शक्नुमः अथवा सर्वे पदार्थाः तत्र सर्वे इत्युक्ते समानार्थः नास्ति खलु सर्वे पदार्थाः भिन्नः अर्थः, सर्वे जनाः भिन्नः अर्थः, अतः सर्वाणि पुस्तकानि इति पुनः नूतन अर्थः भवति. अतः तत्र सर्वे अथवा सर्वपदस्य प्रसङ्ग अनुसारं तस्य अर्थः भिन्नभिन्नरीत्या, एकः एव अर्थः सर्वत्र सङ्गच्छते इति नास्ति. तथैव तत्र निखिलम् इति सर्ववत् अस्ति, तथैव तत्र सर्वत्र एकः एव अर्थः नास्ति. अत्र निखिलावधिकत्वम् अस्मिन् स्थले निखिल इति पदस्य अर्थः कः इत्युक्ते, वयं गतवर्गे दृष्टवन्तः निखिलम् इत्युक्ते तत्र स्वं विहाय. अतः तत्र घटः इति स्वम् अस्ति चेत् निखिल अवधिकत्वं नाम घटं विहाय इति भवति. तर्हि तत्र निखिल अवधिकत्वं घटभेदस्य नाम तत्र पटभेदस्य इति घटभेदस्य इति स्वीकुर्मः नाम इदानीं किञ्चित् विपरीततया भवति, किन्तु तत्र किञ्चित् चर्चयामः. तर्हि तत्र पटः घटात् पृथक् पृथक् मास्तु भिन्नः भेदः इति स्वीकुर्मः. पटः घटात् भिन्नः अस्तु. तर्हि तत्र अत्र किं किम् अस्ति इति तत्र अस्तु नीता भगिनी वदति वा. तत्र पटः घटात् भिन्नः तत्र अंशत्रयं वक्तव्यम्, आश्रयः अवधिः अवधिकः. पटः घटात् भिन्नः इत्युक्ते पटः घटः न, तत्र आश्रयः भवति पटः, अवधिः भवति घट, अवधिकं भिन्न इत्युक्ते अवधिकं भवति भेदः तत्र अन्योन्य अवधिकः भेदः अवधिकः भेदः इति भवति भेदः. तर्हि तत्र भेदः कुत्र अस्ति अस्मिन् प्रसङ्गे? अस्मिन् प्रसङ्गे भेदः भेदस्य आश्रयः पटः अस्ति. पटः अस्ति भेदस्य आश्रयः पटः, भेदः पटे अस्ति. घटनिरूपित घटस्य अन्योन्य अभावः तत्र पटे वर्तते वर्तते. समीचीनम्. इदानीं तत्र तथैव तत्र पुस्तके अपि तत्र घटभेदः वर्तते वा? आम्, तत् पुस्तकः पुस्तके अपि घटभेदः वर्तते. तत्र घटभेदः सम्यक् पटे अपि वर्तते, पुस्तके अपि वर्तते, पुस्तके अपि वर्तते. पट घटस्य अवयवपरम्परायां तत्र कपाले अपि वर्तते. हा कपाले अपि समीचीनम्. इदानीं तत्र घटस्य अवयवपरम्परायां ये पदार्थाः सन्ति तत्र उदाहरणार्थं कपालः इति स्वीकुर्मश्चेत् कपाले अपि तत्र घटभेदः वर्तते. किमर्थम्? यतोहि तत्र भिन्नत्वम् इति भिन्न नाम कपालः घटात् भिन्नः भिन्नः भिन्नः कपालः घटः न इति भवति. अतः कपाले अपि तत्र घटभेदः वर्तते, कपालिकायामपि घटभेदः वर्तते. तर्हि तत्र तर्हि पुस्तके घटभेदः पुस्तके घटभेदः पटे घटभेदः घटस्य अवयवपरम्परायां कपाले वा कपालिकायाम् अपि तत्र घटभेदः वर्तते. इत्युक्ते तत्र भेदस्य निखिलावधिकत्वम् इति वक्तुं शक्नुमः. नाम तत्र तत्र निखिलावधिकत्वं तत्र किं किं भवति तत्र तत्र निखिलावधिकत्वं नाम भेदस्य कृते तत्र निखिलावधिकत्वम् इति वक्तुं शक्नुमः. भेदस्य निखिलावधिकत्वं भवति इति इत्युक्ते तत् स्वं विहाय तत्र स्वं विहाय अन्येषु पदार्थेषु सर्वत्र तत्र भेदः वर्तते एव इति. अतः तत्र तत्र अवधिः इति अस्तु. तत्र स्वं विहाय घटः केवलं तत्र वयं घटः स्वस्मात् परिचित्वा स्वस्मात् भिन्नः इति न वक्तुं शक्नुमः. न वक्तुं शक्नुमः. घटः विहाय घटं वर्जित्वा सर्वेषु पदार्थेषु घटभेदः वर्तते इति वक्तुं शक्नुमः. अस्तु समीचीनम्. अस्तु इदानीं तत्र गतवर्गे वयं तत्र अत्र एव स्थगितवन्तः. तत्र नाम पृथक्त्वे तत्र लिखितावधिकत्वम् अस्ति न वा इति. अतः तत्र पृथक्त्वं सः परिच्छेदः यः अस्ति तं पठित्वा अग्रे सरम. धन्यवादः भगिनि. अस्तु तर्हि तत्र समीचीनम्. अस्तु अग्रे तर्हि शोभभगिनी तत्र पृथक्त्वं न तथा इति आरभ्य तत्र गतवर्गे पठितवन्तः किन्तु तथैव ततः पठामः. पृथक्त्वं न तथा पृथक्त्वाश्रयभूतघटं विहाय तत् तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति. घटः स्वस्मात् पृथक् इति न भवति इति तु जानीमः एव. नाम पृथक्त्वम् अधिकृत्य घटस्य स्वस्य अवधित्वं नास्ति. किन्तु घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वं भवति वा? अग्रे अपि पठानि महोदय. सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति चेत् कुत्र भवति, कुत्र च न भवति? अपि च पृथक्त्वस्य यादृशी स्थितिः तथा भेदस्य अपि वा? प्रथमतया पृथक्त्वस्य स्थितिः वक्तव्या तथा भेदस्य. तर्हि अस्तु, पूर्वस्मिन् परिच्छेदे किं दत्तं? प्रतियोगिनं विहाय भेदः सर्वत्र भवति इति. अस्तु, इत्युक्ते भेदः भवितुम् अर्हति. इदानीम् एकवारं तत्र पुनः केवलं तत्र स्पष्टीकरणार्थं तत्र इदानीं तत्र अस्माकं तत्र किञ्चित् भिन्न नाम तत्र निखिल अवधिकत्वं नाम किम् इति इदानीं तत्र तस्मिन् विषये स्पष्टता पूर्वम् आसीत् न वा? किन्तु गतवर्गे तत्र आगता स्पष्टता. तर्हि निखिलावधिकत्वम् इदानीं तस् अर्थः कः? निखिलावधिकत्वम् इत्युक्ते तत्र अनेके किं तत्र अवधिसमुदायः अस्ति. अवधिसमुदायः हा, इत्युक्ते पूर्वं एकदृशः किं तत्र अर्थः प्राप्तः, किन्तु तदनन्तरं समुदायेन अपि पृथक्त्वं भवति इति. किं तत्र निखिल इदानीं तत्र अवधिसमुदायः इति विषयः. अवधिसमुदायः हा, इत्युक्ते तत्र घटपृथक्त्वे यत् अवधिसमुदायः अस्ति तत् पटपृथक्त्व अवधिसमुदायात् पृथक् इति. सः भिन्नविषयः. केवलं तत्र निखिलावधिकत्वं नाम किं? तत्र निखिलावधिकत्वं नाम तत्र किं तत्र पूर्वं वयं चिन्तितवन्तः सर्वेषां पदार्थानां पृथक्त्वं भवति वा इति. यथा तत्र घटपृथक्त्वे निखिलावधिकत्वं भवितुम् अर्हति वा इति प्रश्ने सति इत्युक्ते न इति न भवति. यतोहि तत्र घटपृथक्त्वे घटः कपालः अपि च कपालिका इति अवयवाः एकस्मिन् देशे एव भवन्ति इत्यनेन तत्र निखिल अवधिकत्वं न भवति, यतोहि तत्र तस्य अपवादः अभवत् इति कृत्वा. हा उदाहरणं स्वीकृत्य वदतु भगिनि. हा उदाहरणं तत्र, हा यथा तत्र घटः, घटं स्वीकुर्मः चेत् घटे पृथक्त्वं तु वर्तते एव, यतोहि तत्र पटपृथक्त्वं वर्तते, वृक्षपृथक्त्वं, पुस्तकपृथक्त्वम्, अपि च बहवः पृथक् बहूनि पृथक्त्वानि वर्तन्ते. किन्तु तथा भवति इति कृत्वा तत्र निखिलावधिकं भवति इति न वक्तुं शक्नुमः, यतोहि घटे, घटदेशे ये अन्ये पदार्थाः सन्ति यथा घटस्य. अस्तु, तर्हि तत्र घटः इति स्वीकुर्मः. तर्हि तत्र घटः, घटे पृथक्त्वमस्ति. तत्र तत्र उदाहरणार्थं किं स्वीकरोति? अस्तु, तर्हि तत्र घटे पटपृथक्त्वम् अस्ति इति स्वीकुर्मः. न, पटपृथक्त्वं नाम पटात् पृथक् इति. पटात् पृथक्. तर्हि तत्र, तर्हि तत्र घटे पृथक्त्वम् अस्ति. तर्हि घटे पृथक्त्वम् अस्ति, अपि च पृथक्त्वे अवधयः सन्ति. हा समीचीनम्, अस्तु. तर्हि अवधयः सन्ति इदानीं पृथक् पृथक्त्वम् अस्तु, पृथक्त्वम् अस्ति. पृथक्त्वस्य अवधिः नाम तत्र अवधिकत्वम् अपि अस्ति. तत्र इदानीं यदि वयं वदामः तत्र पटात् पृथक्, घटः पटात् पृथक् इति वदामः, तर्हि घटे विद्यमानपृथक्त्वस्य तत्र पृथक्त्वं, तत्र अवधिकत्वम् अस्ति, तस्य पट अवधिकत्वम् इति भव इति वदामः खलु. पटावधिकत्वं पृथक्त्वस्य भवति नाम पटे अस्ति इति. तर्हि नाम पटः अवधिरूपेण स्वीकर्तुं शक्नुमः खलु. तर्हि तत्र, हा तर्हि तत्र पटावधिकत्वम् इति वयं वदामः. पटावधिकत्वं घटपृथक्त्वे वर्तते इति. हा घटपृथक्त्वे वर्तते इति. हा समीचीनम्. हा एकवारं लिखामश्चेत् तर्हि तत्र पृथक्त्वे, घटपृथक्त्वे वर्तते. हा घटपृथक्त्वे वर्तते इति कृत्वा तत्र यदि वयं तत्र अवधिसमुदायः इति लिखामः, तर्हि तत्र पृथक्त्वस्य अवधिसमुदायः एषः. तर्हि तत्र अस्मिन् अवधिसमुदाये तत्र पटः वर्तते, यतोहि वयं जानीमः घटः पटात् पृथक् इति. इदानीम् अस्मिन् समुदाये पुस्तकम् अपि अस्ति वा? पुस्तकमपि अस्ति, वृक्षः अपि अस्ति. वृक्षः अपि अस्ति, पुस्तकमस्ति इति कृत्वा अत्र तादृशं वाक्यं वदतु. पटावधिकत्वं यथा उक्तवन्तः तथैव पुस्तकावधिकत्वं घटपृथक्त्वे वर्तते. वृक्षस्य अपि वृक्षावधिकत्वं घटपृथक्त्वे वर्तते. वर्तते, अतः तत्र अत्र अस्मिन् समुदाये पुस्तकमपि अस्ति, वृक्षः अपि अस्ति इति खलु. इदा पूर्वं वयं किं चिन्तितवन्तः? निखिलावधिकत्वं नाम अवधिसमुदाये सर्वे पदार्थाः भवेयुः इति खलु. भवेयुः इति. अतः वयम् उक्तवन्तः, पश्यतु अस्मिन् अवधिसमुदाये के के पदार्थाः न सन्ति. अस्मिन् समुदाये घटावधिकं पृथक्त्वं न वर्तते, अपि च कपालावधिकं पृथक्त्वं न वर्तते, कपालिकावधिकं पृथक्त्वं न वर्तते इति. तत्र केचन घट सम्बन्ध अवधिकत्वं न वर्तते तत्र. अतः तत्र पृथक्त्वे नास्ति, न वर्तते. अतः तत्र अस्मिन् समुदायात् बहिः अस्ति घटः, अस्मिन् अवदायसमुदायद्बहिः अस्ति तत्र कपालः, अतः वयं चिन्तितवन्तः तत्र निखिलावधिकत्वं नास्ति नास्ति इति नास्ति इति. इदानीं निखिलावधिकत्वं तस्य अर्थः तत्र इदानीं स्पष्टतया उक्तं, नाम तत्र एषः अर्थः नास्ति, नाम सर्वे पदार्थाः अवधिसमुदाय नाम सर्वे पदार्थाः इति नास्ति. इदानीं निखिलावधिकत्वं नाम तस्य अर्थः कः इदानीं वा इत्युक्ते? इदानीं निखिलावधिकत्वम् इत्यस्य घटातिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितम् इति तत्र दत्तमस्ति. इत्युक्ते तत्र अवधिसमुदाये तत्र केवलं घटः अथवा स्वम् अवधिसमुदाये नास्ति. आम्, अन्ये पदार्थाः भवेयुः. नास्ति, केवलं स्वम् अवधिसमुदाये न भवेत्, अन्ये सर्वे पदार्थाः स्वं विहाय अन्ये सर्वे पदार्थाः समुदाये भवेयुः, तदा निखिलावधिकत्वम् इति वदामः खलु. आम्, इदानीं तत्र पृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा? पृथक्त्वस्य पृथक्त्वस्य एव निखिलावधिकत्वं वा? अस्ति, अस्ति. न न, घटपृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा? घटपृथक्त्वस्य अस्ति खलु महोदय तत्र, अतः एव तत्र पठतु पुनः तर्हि. अस्तु, पृथक्त्वं न तथा. अस्तु अस्तु, पुस्तक पृथक्त्वाश्रय भूतघटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति. पृथक्त्व आश्रयभूतघटं विहाय तत्तत् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति. विहाय अपि इति नास्ति इति इदानीं त्यजामः. तत्र अर्थः कः नाम अस्य वाक्यस्य अर्थः कः इति ज्ञात्वा तदनन्तरं तद् सत्यं नास्ति इति निश्चयामः. अस्तु, पृथक्त्व आश्रयभूत घटं विहाय इत्युक्ते तत्र इदानीं पृथक्त्वं घटे अस्ति इति साधितवन्तः, अतः घटः आश्रयः पृथक्त्वस्य आश्रयः इति, घटे विद्यमान पृथक्त्वम् इति. तर्हि तं पृथक्त्व आश्रयभूत घटं विहाय तत् सरलरूपेण घटं विहाय तावदेव, घटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति. इत्युक्ते इदानीं पर्यन्तं यद् दृष्टवन्तः तथा अस्ति इति तत्र इति नास्ति इति विहाय वदतु इति भवान् उक्तवान्. तर्हि तत्र पृथक्त्व आशय घटं विहाय तद्दद् अवधिकत्वं घटपृथक्त्वे अस्ति इति तावत् अस्ति, दत्तमस्ति. तर्हि तस्य अर्थः यत् इदानीं साधितवन्तः इति मन्ये, अवधिकत्वं तत्र घटं विहाय अस्ति इति. किम् अस्ति कर्तृपदम् अत्र? अवधिकत्वं तत्तद् अवधिकत्वम् अस्ति. अवधिकत्वम् अस्ति, कुत्र अस्ति? घटपृथक्त्वे अस्ति. घटपृथक्त्वे अस्ति, तर्हि घटपृथक्त्वे यथा वयं लिखितवन्तः घटपृथक्त्वे किमपि अस्ति, तत्तद् अवधिकत्वम् अस्ति. नाम इत्युक्ते तत्र पटावधिकत्वं घटावधिकत्वं एकमेकं स्वीकृत्य एकमेकं पदार्थं स्वीकृत्य तस्य अवधिकत्वम् अस्ति न वा इति प्रश्नः. अत्र उत्तरमस्ति तत्तत् अवधिकत्वं वर्तते इति, नाम वाक्यमस्ति इति वाक्यमस्ति, किन्तु सर्वम् इति नास्ति, किमपि विहाय इति. किं विहाय अथवा कं विहाय घटं विहाय घटं विहाय घटं विहाय सर्वविध अवधिकत्वं घटपृथक्त्वे अस्ति. तर्हि तत्र घटं विहाय इति अस्ति, तत्र नाम घटः घट अवधिः न भवितुम् अर्हति वा अस्मिन् घटपृथक्त्वं प्रति? न भवति इति तत्र चिन्तितवन्तः. हा किन्तु नाम केवलं तत्र स्वम् इति अर्थः तत् पदस्य अर्थः नाम घटः खलु, अत्र घटः घटः इति घटः एव स्वम् इति. किन्तु घटः इति केवलं नाम तत्र किं व्यक्तिः अथवा तत्र घटस्य जातिः? स्वम् इति वदामः चेत् तत्र घट घट केवलं घटः इति मन्ये. एकः घटः एव खलु नाम तत्र एकः एव घटः, न तु जातिः. न तु जातिः, अतः तत्र एकः घटः अस्ति. अस्तु, एषः घटः अस्माकं पुरतः अस्ति इति चिन्तयामः. एषः घटः यः अस्माकं पुरतः वर्तते, एषः घटः पठात् पृथक् इति वदामः खलु. तदा अस्मिन् विद्यमाने घटे, तत्र अस्मिन् पुरतः विद्यमाने घटे तत्र पृथक्त्वे पृथक्त्वम् अस्ति, तस्मिन् पृथक्त्वे तत्र पटावधिकत्वं वर्तते. अतः तत्र पटः इति अवधिसमुदाये भवति. तथैव तत्र पुस्तकमपि अवधिरूपेण भवति खलु. आम् महोदय. इदानीं तत्र नूतन अन्य कोऽपि आगच्छति, सः अपि एकं घटं नयति. इदानीं घटः घटात् पृथक् इति वक्तुं शक्नुमः खलु? सत्यम्. आमां तत्र अस्य एव घटस्य विषयः तत्र. सर्वे घटाः इति नास्ति, अतः एव तत्र केवलम् एषः घटः इति कथम् अस्मिन् वाक्ये लिखितम्? स्वम् इति अत्र नाम पृथक्त्व आश्रयभूतघटम् इत्युक्ते इदानीम् अस्मिन् सन्दर्भे अथवा अस्मिन् क्षणे यः घटः स्वीकृतः तस्मिन् विषये एव तत् किं तत् नाम तत्र वयं पृथक्त्वस्य घटे विद्यमान घटः अस्ति, घटे विद्यमान पृथक्त्वम् अस्ति, पृथक्त्वस्य चर्चा भवति इदानीम्. अतः यस्य पृथक्त्वस्य चर्चा भवति तस्य पृथक्त्व आश्रयभूतघटः एकः एव वर्तते. तम् एकं घटं विहाय सर्वे अन्ये पदार्थाः अवधिरूपेण स्वीकर्तुं शक्नुवन्ति शक्नुमः इति अर्थः अत्र खलु. आमां क्षम्यतां महोदय, भवान् पाठितवान्, मम अवसरः न आसीत्. चिन्ता मास्तु, चिन्ता मास्तु. नाम घटपृथक्त्वे तत्तद् अवधिकत्वम्, नाम यत्किमपि स्वीकुर्मः तस्य अवधिकत्वं घटपृथक्त्वे वर्तते. अतः तत्र पटावधिकत्वम् अस्ति, घटावधि घटः तत् केवलं स्वं नाम एषः घटः तस्य अवधिकत्वं नास्ति घटपृथक्त्वे इति तत्तु अस्ति. किन्तु तत्र सर्वे भवन्ति, सर्वे पदार्थाः केवलं घटं विहाय अन्ये सर्वे पदार्थाः भवन्ति इति अत्र दत्तमस्ति. घटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति, नाम तत्र पुस्तकावधिकत्वं, वृक्षावधिकत्वं, पटावधिकत्वम्, अन्यघट अवधिकत्वम्. यतोहि तत्र अन्ये घटाः अन्ये देशे सन्ति अतः तदेव विषयः तत्र आमां सत्यं सत्यं भगिनि अपि अतः तत्र एषः घटः तस्य तत्र कथं पृथक् कुर्मः इत्युक्ते पृथक्त्वस्य आशयभूतघटः एषः इति पृथक्त्वस्य चर्चा भवति अतः पृथक्त्वम् इति जानीमः अस्य पृथक्त्वस्य चर्चा भवति अस्य पृथक्त्व एतत् पृथक्त्वं कुत्र भवति तस्य आशयः कः अस्तु घटः तर्हि पृथक्त्व आशयभूतघटः वर्तते तं घटं विहाय सर्वविध अवधिकत्वं घटपृथक्त्वे अस्ति इति वाक्यम् इदानीं सत्यं वा अथवा न सत्यम् सत्यम् इति मन्ये महोदय यतोहि तत्र देशः भिन्नः खलु तर्हि इदानीं भवती एव उक्तवती नाम कपालः तत्र नास्ति इति खलु अस्मिन् अवधिसमुदाये कपालः नास्ति यतोहि तत्र ओ इत्युक्ते सः एव घटस्य तस्य एव घटस्य कपालः कपालिका अस्ति चेत् ते समुदायः भवितुं नार्हन्ति न तु यः कोऽपि कपालः इति न सत्यं किन्तु तत्र घटस्य अवयवरूपकपालः अथवा अवयवपरम्परायां कपालः कपालिका इत्यादयः ये सन्ति ते सर्वे अवधिरूपेण स्वीकर्तुं शक्नुमः अथवा न वा इत्युक्ते तथा वक्तुं न शक्नुमः यतोहि तत्र प्रश्नः भवेत् अवयवः कस्य अवयवः इति प्रश्नः भवेत् एतस्य घटस्य अस्तु केवलम् एतस्य घटस्य अवयवाः अवधिकरूपेण अवधिरूपेण भवन्ति वा इत्युक्ते तत्र न यतोहि तत्र घटः इति वदामः चेत् तत्र सम्पूर्णघटः स्वीकृतः तस्य कपालाः कपालिकाः भिन्नदेशे न वर्तन्ते अतः तत्र भवितुं न अर्हन्ति अस्मिन् समुदाये अतः तत्र कपालम् अपि कपालस्य अवधिकत्वम् अपि घटपृथक्त्वे नास्ति आम् अतः एतत् वाक्यं सत्यं नास्ति अतः इति नास्ति इत्युक्ते पृथक्त्वं न तथा पृथक्त्वाशयभूतघटं विहाय तत्तदवतिकत्वं घटपृथक्त्वे अस्ति इति नास्ति इत्युक्ते तत्र इतोपि किं तत्र ज्ञानस्य आवश्यकता अस्ति इति नाम तत्र निखिलावधिकत्वं घटपृथक्त्वस्य नास्ति यतोहि निखिलावधिकत्वं नाम किं निखिलावधिकत्वं एतत् वाक्यं केवलं वदति निखिलावधिकत्वम् अस्ति इति वाक्यस्य अर्थः किन्तु निखिलावधिकत्वं नास्ति इति उक्तं तत्र कोटेशन् मार्क् मध्ये यदस्ति तस्य अर्थः निखिलावधिकत्वं घटपृथक्त्वस्य अस्ति पृथक्त्व आश्रयभूतघटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति इत्युक्ते घटपृथक्त्वे निखिलावधिकत्वम् अस्ति निखिलावधिकत्वं नाम केवलं घटः अवधिसमुदाये नास्ति अन्ये सर्वे पदार्थाः अवधिसमुदाये सन्ति इति खलु किन्तु तत् सत्यं नास्ति नाम पृथक्त्व अहम् आधिक्येन वदामि इति मन्ये क्षम्यतां भगिनि नाम अवगतं खलु अवगतम् इदानीं पर्यन्तम् अवगतं महोदय किन्तु अग्रे किं तत्र घटः स्वस्मात् पृथक् इति न भवति पुनः भवती किञ्चित् समयानन्तरं वदतु भगिनि न तत्र किं तत्र तावता केवलं इदानीं पर्यन्तं वयम् एकवारम् इदानीं इत्युक्ते तत्र घटं विहाय इति तद् आशयभूतघटम् इत्युक्ते तत्र घट यस्मिन् देशे अस्ति तस्मिन् देशे यत् अस्ति इति अपि स्वीकृतं भवति तत्र न न न न न न तद् नास्ति घटस्य देशस्य विषयः तत्र नास्ति केवलं यः घटः पृथक्त्वस्य आश्रयः अस्ति आश्रयः अस्ति आम् तावदेव तस्य घटः कस्मिन् देशे अस्ति कस्मिन् देशे अन्ये पदार्थाः सन्ति इति किमपि न उक्तं नाम नोक्तं किन्तु एषः घटः इत्युक्ते तदेव भवति खलु आश्रयः अस्ति इति आश्रयः अस्ति किन्तु कुत्र न पृथक्त्वं नाम घटः कुत्र अस्ति इति वार्ता नास्ति पृथक्त्वं कुत्र अस्ति इति वार्ता न तत्र इत्युक्ते अग्रे यत् अस्ति तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति इति वदामः चेत् तत्र किञ्चित् इतोपि चिन्तनं भवेत् खलु इति अहं चिन्तितवती केवलं अस्तु अस्तु अस्तु तर्हि तत्र अन्य कोऽपि वदेत् भगिनि पुनः कृपया तर्हि तत्र तर्हि तत्र विमला भगिनी नमस्कारः चन्द्रमती भगिनी तत्र नमस्कारः महोदय नमस्कारः भगिनी तत्र किञ्चित् वक्तुम् इच्छति वा अथवा तत्र अथवा महोदय यथा मया अवगतं तद् वदतु भगिनि हा समीचीनं हा वयं पठन्तः स्म घटपृथक्त्वस्य विषये पृथक्त्वमिति गुणः घटे अस्ति यदा वयं घट येन तस्मात् पृथक् अस्मात् पृथक् इति वदामः पुस्तकात् पृथक् वृक्षात् पृथक् इति वदामः तदा घटे पृथक्त्वम् अस्ति परन्तु एष पृथक्त्वं यद् घटे अस्ति तत् केवलं घटे एव अस्ति वा या अथवा यतोहि घट स्वस्थात् पृथक् इति न वक्तुं शक्नुमः घटस्य स्वस्य अवधित्वं तु नास्ति परन्तु सर्वस्मिन् जगति तस्य घटस्य अवधित्वं प्रति अन्य पृथक्त्व तस्य घटस्य पृथक्त्वं प्रति अन्यः अवधि अस्ति वा नास्ति वा इति चिन्ता अत्र अन्याः घटाः सन्ति चेत् एषस्य घटस्य पृथक्त्वम् अन्यस्य घटात् पृथक् इति जानीमः एकस्मिन् जातो भगिनि तर्हि तत्र अत्र अस्तु भगिनि तर्हि तत्र सोपानेन गच्छामः तर्हि तर्हि तत्र घटः पटात् पृथक् इति वदामः इति स्वीकुर्मः तर्हि तर्हि तत्र पृथक्त्वं पृथक्त्वं घटे वर्तते घटे वर्तते तर्हि घटः पृथक्त्वस्य आशयः आशयः तत्र अवधिः पृथक्त्वस्य अवधिः कः अत्र उदाहरणे पटः अवधिः पटः अवधिः अतः तत्र पटः अवधिसमुदाये अस्ति घटे पृथक्त्वम् अस्ति पृथक्त्वस्य अवधयः के भवितुम् अर्हन्ति इति प्रश्नः अतः अवधिसमुदायः अनेके सन्ति बहवः सन्ति इति कृत्वा अवधिसमुदायः इति रचयामः इति चिन्तनं तर्हि पटः इति अवधिसमुदाये वर्तते तत्र अवधिसमुदाय नाम किं नाम यः पदार्थः अवधिसमुदाये अस्ति तत्र नाम पुस्तकम् अवधिसमुदाये अस्ति चेत् वयं घटः पुस्तकात् पृथक् इति वक्तुं शक्नुमः खलु तर्हि यदि वयं घटः वृक्षात् पृथक् इति वदामः तर्हि वयं जानीमः वृक्षः अवधिसमुदाये अस्ति खलु अवधिसमुदाये वृक्षः अस्ति इति कृत्वा वयं जानीमः घटः वृक्षात् पृथक् अथवा यदि वयं जानीमः घटः वृक्षात् पृथक् तर्हि वयं जानीमः वृक्षः अवधिसमुदाये अस्ति इति खलु इदानीम् अवधिसमुदाये पटः अस्ति इति कृत्वा पटः अवधिः भवति अवधिकः अथवा अवधिकम् अस्ति पृथक्त्वम् अतः तादृश अवधिकत्वं पृथक्त्वे वर्तते नाम अवधिकत्वम् अस्ति पृथक्त्वे किन्तु पटनिरूपित अवधिकत्वं पृथक्त्वे वर्तते इति वयं वदामः समीचीनम् एतावत् महोदय तर्हि सर्वदा घटः एकः एव घटः नाम अस्माकं पुरतः वर्तते इति चिन्तयतु घटः अस्ति अस्माकं पुरतः घटः अस्ति अस्मिन् घटे पृथक्त्वं वर्तते अपि अस्मिन् पृथक्त्वे तत्र पटावधिकत्वं वर्तते, अपि पुस्तकावधिकत्वमपि वर्तते, खलु? वृक्षावधिकत्वमपि वर्तते. तर्हि कीदृशावधिकत्वं वर्तते इति प्रश्नः अस्ति चेत्, ये ये पदार्थाः अवधिसमुदाये सन्ति, तत् यदि कोऽपि पदार्थः अवधिसमुदाये अस्ति तद् अवधिकत्वं पृथक्त्वे वर्तते, खलु? पृथक्त्वे आम्. हा इदानीं, हा इदानीम् एतावत् स्पष्टम् इति मन्ये. हा इदानीं तत्र यः घटः वर्तते, नाम अस्माकं पुरतः वर्तते, स एव घटः अवधिरूपेण स्वीकर्तुं शक्नुमः वा? आम्, अन्यघटात् पृथक् इति न, न, केवलम् एषः घटः एव स्वस्मात् पृथक् इति वक्तुं शक्नुमः वा? स्वस्मात् पृथक् न भवति, न भवति. अतः एषः घटः, यः घटः अस्माकं पुरतः अस्ति, सः स्वस्मात् पृथक् इति न वक्तुं शक्नुमः. तर्हि एषः घटः तस्य तत्र पृथक्त्वस्य अवधिसमुदाये नास्ति, खलु? आं महोदय. यः घटः अस्माकं पुरतः अस्ति सः अवधिसमुदाये नास्ति इति तु सत्यम्, एतावत् सत्यम्. इदानीम् अन्य कोऽपि आगच्छति, सः एकं नूतनं घटम् आनयति. इदानीम् अस्माकं पुरतः घटः वर्तते, घटे पृथक्त्वमस्ति, इदानीं तत्र नूतनघटः अवधिरूपेण भवितुम् अर्हति वा? अर्हति, यतोहि पृथक् अस्ति. अन्यः घटः, अन्यः घटः अन्यस्मिन् देशे अस्ति, अतः एषः घटः तस्मात् घटात् पृथक्, खलु? आम्. तर्हि सः नूतनघटः अपि अवधिसमुदाये अस्ति, खलु? आं महोदय. पृथक्त्वस्य आश्रयः अस्माकं पुरतः घटः, अवधिः कः? नूतनघटः अवधिः, नूतनघटः, आम्, नूतनघटः अवधिः, अस्माकं पृथक्त्वस्य अवधिः नूतनः घटः, सः अपि अवधिसमुदाये अस्ति. अतः तत्र अनेके पदार्थाः अवधिसमुदाये सन्ति, अस्माकं पुरतः घटः तत्र नास्ति, किन्तु अन्ये पदार्थाः अपि अस्मिन् समुदाये नास्ति, अथवा सर्वे घटं विहाय अन्ये सर्वे पदार्थाः अस्मिन् अवधिसमुदाये सन्ति इति प्रश्नः. घटस्य अवयवानि विहाय अन्ये सर्वे पदार्थाः तस्य समुदाये सन्ति. हा इति अस्ति, उत्तमं भगिनि. हा तर्हि यदि वयं, यः घटः अस्माकं पुरतः अस्ति तस्य घटस्य अवयवकपालः इति यः अस्ति तं स्वीकुर्मश्चेत् किं भवति? घटः एतस्मात् कपालात् पृथक् इति न वक्तुं शक्नुमः, खलु? आम्, एकस्मिन्नेव देशे सन्ति इति, एकस्मिन्नेव देशे सन्ति इति कृत्वा एषः घटः एतस्मात् कपालात् पृथक् इति न भवति. अतः घटस्य आश्रयः कपालः अस्मिन् अवधिसमुदाये नास्ति. अतः तत्र तत्तत् अवधिकत्वं घटं विहाय तत्तत् अवधिकत्वं घटपृथक्त्वे अस्ति इति वाक्यं सत्यं नास्ति, खलु? आशयभूतघटं विहाय तत्तदवधिकत्वं घटपृथक्त्वे अस्ति इति सत्यं नास्ति. नाम तत्तद् अवधिकत्वम् अस्ति नाम किम्? तत्तद् अवधिकत्वं नाम पुस्तकं, पुस्तकस्य अवधिकत्वं, पुस्तकावधिकत्वं, पटं, पटः, पठावधिकत्वं, पठावधिकत्वं पृथक्त्वं पृथक्त्वे वर्तते, पुस्तकावधिकत्वं पृथक्त्वे वर्तते, वृक्षावधिकत्वं पृथक्त्वे वर्तते, सर्वविध घट, यः घटः अस्माकं पुरतः अस्ति तस्य घटावधिकत्वं पृथक्त्वे नास्ति. किन्तु अन्ये सर्वविध अवधिकत्वं पृथक्त्वे अस्ति इति प्रश्ने सति न, यतोहि कपालस्य अपि अवधिकत्वं घटपृथक्त्वे नास्ति. कस्य कपालस्य? घटस्य अवयवकपालस्य. नूतनघटस्य कपालः अवयवः कपालः तस् सः तु अवधिरूपेण स्वीकर्तुं शक्नुमः. नाम तत्र तत्तत् अवधिकत्वं घटं विहाय तत्तत् अवधिकत्वम् इत्युक्ते अवधि एतत् किं वदति? अवधिसमुदायः कीदृशः इति वदति खलु. अवधिकत्वं घटपृथक्त्वे अस्ति नाम पट अवधिकत्वं पृथक्त्वे अस्ति इत्युक्ते पटः अत्र समुदाये अस्ति. पुस्तक अवधिकत्वं पृथक्त्वे अस्ति नाम पुस्तकम् अत्र अस्ति. तत्तत् अवधिकत्वं घटपृथक्त्वे अस्ति इत्युक्ते सर्वे पदार्थाः तत्र सन्ति इति भवति. किन्तु घटं विहाय इति अस्ति, अतः केवलम् एकः पदार्थः अत्र नास्ति इति उक्तम्. सः कः? घटः. कः घटः? पृथक्त्व आश्रयभूतघटः नाम यः यस्य पृथक्त्वस्य विषयः इदानीमस्ति तत्र पृथक्त्वं तस्य आश्रयभूतः घटः केवलम् एषः घटः यः अस्माकं पुरतः अस्ति सः घटः अस्मिन् समुदाये नास्ति. अन्ये सर्वे पदार्थाः तत्र सन्ति इति अतः निखिलावधिकत्वम् इति अत्र. इदानीं तत्र एतद् वाक्यं सत्यं नास्ति खलु. नाम पृथक्त्वस्य पृथक्त्वाश्रयभूतघटं विहाय तत्तत् अवधिकत्वं घटपृथक्त्वे अस्ति इति वाक्यं सत्यं नास्ति, अतः एव इति नास्ति इति उक्तम्. यतोहि अवयवभूतकारणेन वा महोदय? हा सत्यं भगिनि. नाम अस्मिन् अवधिसमुदये केवलं घटः नास्ति इति न, किन्तु घटः नास्ति, कपालः नास्ति, कपालिका अपि नास्ति, अतः घटपरमाणुः अपि नास्ति इति कृत्वा तत्र अनेके पदार्थाः अस्मिन् समुदाये न सन्ति. महोदय एक संशयः पृच्छामि वा? हा निश्चयेन वदतु भगिनि. पृथक्त्वस्य आश्रयभूतघटं विहाय इति वदने सति तस्य तस्य कपालि कपालः कपालिका परमाणु इति नास्ति भगिनि. नाम तत्र आश्रय इति कृत्वा तत्र घटस्य आश्रय इति नास्ति भगिनि. तत्र कं विहाय इति नाम तत्र घटं विहाय इति सर्वं तस्मिन् अस्ति. स्वं विहाय स्वस्य कपालिका कपालः तदपि नास्ति भगिनि. न तदपि नास्ति भगिनि. स्वं विहाय इत्युक्ते केवलं स्वम् एव न, अतः एव तत्र क्लेशः वर्तते. नाम तत्र यदि चिन्तयामः तत्र यदि एतत् नासीत् चेत् नाम केवलं यदि वाक्यम् एतादृशम् आसीत् इति चिन्तयतु. यदि वाक्यम् एतदस्ति चेत् तत्र घटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति तर्हि तत्र अर्थः किं भवेत्? अन्ये घटाः अपि तस्मिन्. अतः तत्र एषः केवलम् एकः घटः व्यक्तिः इति तत्र अर्थः न लभ्यते. अस्माकं पुरतः यः घटः अस्ति तस्मिन् पृथक्त्वम् अस्ति, पृथक्त्वस्य चर्चा इदानीं प्रवृत्ता अस्ति. पृथक्त्वे किं किम् अस्ति इत्युक्ते कीदृशावधिकत्वम् इत्युक्ते तत्र घटं विहाय इति उक्तं. किन्तु तं घटं केवलम् एतं घटम् अथवा नूतनं घटं स्पष्टता नास्ति अत्र. अतः तत्र स्पष्टता भवेत् इति कृत्वा तत्र सर्वं तत्र पृथक्त्वं यस्य विषये चर्चा इदानीं प्रवर्तमाना अस्ति तस्य आश्रयभूत आश्रयभूत नाम आश्रयरूपरूपे अस्ति रूपं रूपं तत्र रूपघटः अस्ति नाम आश्रयः अस्ति एषः घटः पृथक्त्वस्य आश्रयः वर्तते केवलं तं घटं विहाय नूतनं घटं विहाय इति नास्ति केवलम् एतं घटं विहाय इति वक्तुं तत्र पृथक्त्व आश्रयभूतघटम् इति लिखितम् नाम पृथक्त्वं यस्मिन् घटे वर्तते तं घटं विहाय इति एव अर्थः न तु घटस्य आश्रयः ये सन्ति यः अस्ति घटं विहाय आश्रयं विहाय आश्रयपरम्परायां विहाय इति तादृशं नास्ति नाम पृथक्त्वं कुत्र वर्तते इति विषयः न तु घटः कुत्र वर्तते इति विषयः आचार्य किमुच्यते तादृश वयं क्लिष्टं कुर्मः सरलमस्ति खलु आचार्य एकः घटः यः अस्माकं विषयभूतः घटः अस्ति खलु सः घटः अन्यस्मात् जगति तले विद्यमानपदार्थेषु भिन्नः तथा अन्यघटेषु पृथक् पृथक् पृथक् पृथक् पृथक् अन्यघटात् अन्यस्मात् घटात् अपि पृथक् परन्तु आश्रयभूत अवयवात् न पृथक् इति तु सत्यं किन्तु अत्र अस्मिन् अस्य वाक्यस्य अर्थः कः केवलं तत्र इति नास्ति इति त्यजतु अस्य वाक्यस्य अर्थः कः कोटेशन् मध्ये यदस्ति पृथक्त्वाश्रयभूतघटं विहाय तत्तदवधिकत्वं घटपृथक्त्वे तत्तदर्थात् स्व अवयभूत यः कोऽपि पदार्थः घटं विहाय वर्तते तस्य अवधिकत्वं तद् अवधिकत्वं पृथक्त्वे अस्ति परन्तु अत्रापि तत्तदर्थ स्व अवयविहाय अवयव इति कुत्रापि न लिखितं कुत्रापि न लिखितं चिन्तयामः खलु अहं चिन्तयामि किमर्थम् अयं विषयः बहु क्लिष्टम् अन्यथा किमर्थं कृतम् इति सुलभमस्ति खलु सरलं कथं महोदय अस्ति इति नास्ति इत्युक्ते किम् घटपदपि अस्ति इति उक्ता परन्तु एण्ड् आफ् द सेण्टेन्स् इति नास्ति इत्युक्ते किं तदर्थं नास्ति नाम नाम एतद् वाक्यं सत्यं नास्ति इति नाम वाक्यस्य अर्थः नाम घटं विहाय तत्र प्रथमतया एकं कुर्मः नाम निखिल अवधिकत्वम् इत्युक्ते किम् इति तत्र पूर्वम् उक्तं तत्र निखिलपदेन किं विवक्षितम् इत्युक्तौ विनोद भगिनी भवती एव एकवारं पठतु अत्र निखिलपदेन किं विवक्षितम् इत्युक्तौ घट अतिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितं घट अतिरिक्तं यत् तत् अवधिकत्वं विवक्षितम् अस्मिन् सन्दर्भे इत्युक्ते केवलं घटम् इति एकं पदार्थं स्वीकृत्य सर्वम् अत्र विवक्षितम् अन्यत् सर्वं विवक्षितं निखिलपदेन आम् निखिलपदेन केवलं घटः इति स्वं भवति चेत् निखिलम् इति तस्य अर्थः कः स्वं विहाय अन्यत् सर्वम् इति भवति तर्हि नाम अन्यत् सर्वं नाम अवधिसमुदाय इति स्वीकुर्मः तत्र स्वम् इति नास्ति अवधिसमुदाये स्वम् इति नास्ति किन्तु अन्यत् सर्वं भवेत् इति खलु निखिलपदेन अन्यत् सर्वं तत्र भवेत् इति अवधिसमुदाये इति नास्ति, किन्तु स्वं विहाय अन्यत् सर्वं तत्र भवेत्. किन्तु इदानीं वयं जानीमः तत्र घटपृथक्त्वम् इति विषयः, तत्र अवधिसमुदायः वर्तते, तत्र स्वं तु नास्ति, नाम घटः अस्मिन् समुदाये नास्ति. किन्तु स्वं विहाय सर्वं वर्तते वा? भवेत्, भवेत्, भवति चेत् तत्र निखिलावधिकत्वं भवति खलु. परन्तु अत्र अवयवस्य विषये कुत्र अस्तु अस्तु अवयव इदानीं एकनिमिषः. किन्तु नाम निखिलम् इति पदस्य अर्थः कः? स्वं विहाय सर्वविध अवधिकत्वम् इति विवक्षितं खलु अस्मिन् सन्दर्भे. तद् अवधिकत्वं विवक्षितम् अस्मिन् सन्दर्भे. अत्र घटं विहाय घटपृथक्त्वे, घटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति इत्युक्ते नाम घटपृथक्त्वे सर्वविध अवधिकत्वम् अस्ति, केवलम् एक अवविध अवधिकत्वं नास्ति. तत् किम् इत्युक्ते तत्र घट अवधिकत्वं नास्ति, नाम नूतनघटमस्ति खलु इति. न न न न, केवलं यः घटः पृथक्त्वस्य आश्रयः अस्ति तं घटं विहाय सर्वविध अवधिकत्वं घटपृथक्त्वे अस्ति. अतः अर्थः कः? घटपृथक्त्वस्य निखिल अवधिकत्वम् अस्ति इति आगतः खलु. आम् आं महोदय. घटपृथक्त्वस्य निखिल अवधिकत्वं, यतोहि केवलं स्वं विहाय, नाम घटः इति स्वम्, एषः घटः यः अस्माकं पुरतः अस्ति सः एव स्वं, स्वं घटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति. अतः स्वम् अतिरिक्त, घटम् अतिरिक्तं यत् अस्ति तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति लिखितम्, नाम निखिलावधिकत्वं पृथक्त्वस्य अस्ति इति लिखितं, नाम अवधिसमुदाये केवलं स्वं नास्ति, नाम घटः नास्ति इति लिखितं. किन्तु वयं जानीमः अस्मिन् समुदाये स्वम् इति नास्ति, अपि तु कपालः, घटस्य अवयवकपालः सः अपि अत्र नास्ति. तर्हि कपाल अवधिकत्वमपि घटपृथक्त्वे नास्ति. किन्तु एतत् वाक्यं किं वदति? सर्वविध अवधिकत्वं केवलं घटं विहाय सर्वविध अवधिकत्वम् अस्ति घटपृथक्त्वे इति वाक्यं वदति. अतः वाक्यं सत्यं नास्ति खलु. आम् महोदय. समीचीनं वा? समीचीनं महोदय. अहं न चिन्तितवान् तत्र एतत् वाक्यम् एतावत् क्लिष्टं भवति इति. किन्तु नाम क्लेशजनकम् अस्ति, नाम अस्ति इति नास्ति इति आगतम्, अतः तत्र अस्तु. तर्हि तत्र क्लेशः अस्ति इति नास्ति इत्यस्य न, किन्तु तत्र घटम् इति स्वीकृतं चेत् यतोहि तत्र अवयवाः समवायसम्बन्धेन भवन्ति इति कृत्वा तेषां पृथक्त्वेन स्वीकरणीयं भवति खलु, तत्र क्लेशः अभवत् महोदय. अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु. घटं विहाय इति उक्तत्वात् घटे तत्र केवलं घटम् एव स्वीकुर्मः इति चिन्तनं मनसि न आगच्छति तत्र, यतोहि समवायसम्बन्धेन तत्र अवयवाः तस्तु सन्ति एव, अतः तत्र तत्र क्लेशः अभवत्. किन्तु यद् भवान् वदति तदेव एतत् वाक्यं भिन्नरीत्या भिन्नपदार्थं स्वीकृत्य वदामि चेत् पृथक्त्वाश्रयभूतशरीरं विहाय तद्वत् अवधिकत्वं शरीरपृथत्वे अस्ति इति नास्ति इति वदामः चेत् इत्युक्ते तत्र शरीरम् एव स्वीकृतं, न तु शरीर अवयवाः इति चिन्तयामः खलु. इत्युक्ते तत्र न्यायशास्त्रे ते भिन्नाः एव, यतोहि अवयवाः आश्रयत्वेन न शरीरम् अवयवाः अवयवानाम् आशयः, घटः तस्य अवयवानाम् आशयः इति तत्र पृथक्त्वेन तिष्ठन्ति तथा स्मरामः वा तथा अवगच्छामः वा? तादृशं नास्ति भगिनि, नाम केवलं तत्र प्रायशः तत्र अत्र आश्रयः इति मध्ये आगतः इति कृत्वा क्लेशजनकः इति मन्ये, नाम पृथक्त्व कुत्र वर्तते, नाम एतं घटं विहाय इति आसीत् चेत् प्रायशः तत्र हा एतं घटं विहाय इति उक्तत्वात् तस्य अवयवाः अपि न भवन्ति एव तस्मिन् समुदाये तस्मिन् अवधि. सत्यं सत्यं, किन्तु किन्तु तद् सत्यम् अस्ति, किन्तु अत्र किं विवक्षितं घटं विहाय इत्युक्ते केवलं घटं विहाय इति एव स्वीकरणीयं. तथा स्वीकुर्मः चेत् अन्यघटस्य प्रसङ्गः भवितुम् अर्हति तत्र, तथा अवगन्तुं शक्नुमः. नूतनघटम् अस्ति चेत् अथवा अन्ये घटाः सत्यं नूतनघटः अवधिरूपेण स्वीकर्तुं शक्नुमः नूतनं घटम्, केवलम् अस्य घटस्य अवयवाः न अत्र अस्य घटस्य अवयवः अपि मास्तु, केवलम् अत्र किं लिखितम् अस्ति यदि अत्र प्रायशः तत्र इति नास्ति इति यदि योजयामः तत्र सर्वे अवगच्छन्ति इति मन्ये तत्र. किन्तु मम इच्छा आसीत् नाम वाक्यस्य अर्थः कः इत्युक्ते तत्र निखिल अवधिकत्वं वर्तते घटपृथक्त्वस्य इति एव वाक्यस्य अर्थः, किन्तु तथा नास्ति इति इति एव वक्तुम् इष्टवान् तावदेव. नाम निखिलम् इति घटनिखिलपदेन विवक्षितम् इत्युक्तौ घट अतिरिक्त यावत् जगति विद्यमानं सर्वं विवक्षितं, घट अतिरिक्तं यत् तत् तद् अवधिकत्वं विवक्षितम् अस्मिन् सन्दर्भे. अतः अवधिसमुदाये केवलम् एषः घटः नास्ति, अन्ये सर्वे पदार्थाः सन्ति इति अस्ति चेत् तत्र निखिलावधिकत्वं भवति. निखिलावधिकत्वं नाम अवधिसमुदाये केवलम् एकः पदार्थः नास्ति, सः कः? यस्य विषयः नाम तत्र घटः वा, केवलं सः एषः घटः तस्य अवधिसमुदाये नास्ति, अन्ये सर्वे पदार्थाः तत्र सन्ति चेत् निखिल अवधिकत्वं भवति. किन्तु अवधिसमुदायः तादृशः नास्ति, अतः निखिलावधिकत्वं नास्ति पृथक्त्वस्य. अवगतः अस्तु, समीचीनम् अस्तु, तर्हि अग्रे सरामः तर्हि. अस्तु, धन्यवादः भगिनि. अस्तु, इदानीं तर्हि तत्र इदानीं तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा तत्र सर्वस्मिन् जगति पृथक्त्वं. किन्तु महोदय अत्र अनन्तरं वदति खडः स्वस्मात् पृथक् इति न भवति इति तु जानीमः, तदपि तदेव पठतु भगिनि, तदेव पठतु पठतु. पृथक्त्वं न तथा पृथक्त्व आश्रयभूतखडं विहाय तत्तत् अवधिकत्वं खडपृथक्त्वे अस्ति इति नास्ति. अस्तु, अनन्तरं खडः स्वस्मात् पृथक् इति न भवति इति तु जानीमः एव, नाम तत्रापि कन्फ्यूशन् नाम किमर्थं क्लेशः, नाम घटः स्वस्मात् पृथक् इति तु नास्ति खलु, तत्तु सत्यं. खडः स्वस्मात् पृथक् इति नास्ति इति वदने सति अत्र खडं विहाय सर्वे इति वदति चेत् तत् सम्यक्, तत्सर्वं त्यजतु, तत् इदानीं केवलं घटः स्वस्मात् पृथक् तत् जानीमः खलु, नाम घटः स्वस्मात् पृथक् नास्ति इति जानीमः खलु, घटः स्वस्मात् पृथक् नास्ति एतत् जानीमः खलु, इत्युक्ते कपालिका कपालिकायाः विषयः किमर्थं घटः स्वस्मात् पृथक् घटः घटात् पृथक् पृथक् इति न भवति नास्ति खलु जानीमः तत्र कपालस्य विषयः किमर्थं कपालः किमर्थम् आगच्छति खलु केवलम् एषः घटः एषः घटः स्वस्मात् पृथक् स्वस्मात् पृथक् नास्ति इति जानीमः एव नाम पृथक्त्वम् अधिकृत्य खडस्य स्वस्य अवधिगत्वं नास्ति अवधित्वम् अवधित्वम् अवधित्वं एषः घटः अवधिरूपेण न स्वीकर्तुं शक्नुमः खलु किन्तु खडं विहाय सर्वस्मिन् जगति खडपृथक्त्वं प्रति अवधिगत्वं भवति वा अवधित्वम् अवधित्वम् अवधित्वम् अवधिकत्वं न अवधित्वम् अवधित्वं पुनः पुनः अवधिकत्वं किन्तु खडं विहाय सर्वस्मिन् जगति खडपृथक्त्वं प्रति अवधित्वं भवति वा इति प्रश्नः तर्हि उत्तरं किम् खडं विहाय सर्वस्मिन् पृथक् जगति खडपृथक्त्वं प्रति अवधित्वं भवति वा अत्र एव कपालिका सर्वम् आगच्छति अत्र कपालः कपालिका सर्वम् आगच्छति उत्तमम् अतः तत्र कपालः अस्ति घटस्य अवयवः कपालः अस्ति तत्र कपालः अवधिरूपेण भवति वा अवधिः भवति वा न भवति तर्हि तत्र कपाले अवधित्वम् अस्ति वा कपाले अवधित्वं नास्ति हा कपालः अवधिः नास्ति अतः कपाले अवधित्वं नास्ति अतः तत्र घटं विहाय कपालः नूतन अन्यः अस्ति घटं नाम स्वं केवलं स्वं घटम् एव किन्तु कपालः घटं विहाय पदार्थः अस्ति अस्मिन् कपाले यद्यपि सः कपालः घटस्य अवयवः अस्ति किन्तु सः कपालः अवधिरूपेण न स्वीकर्तुं शक्नुमः अतः अस्मिन् कपाले अवधित्वं नास्ति अस्तु इदानीम् अग्रे सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति चेत् कुत्र भवति कुत्र च न भवति अपि च पृथक्त्वस्य यादृशी स्थितिः तथा भेदस्य अपि वा प्रथमतया पृथक्त्वस्य स्थितिः वक्तव्या तथा भेदस्य सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति चेत् पृथक्त्वं सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति इति वयं दृष्टवन्तः तादृशम् अस्ति चेत् कुत्र भवति कुत्र च न भवति इति अनन्तरं प्रश्नः उदेति च पृथक्त्वस्य यादृशी स्थितिः तथा भेदस्य अपि वा समानमेव भेदस्य अपि स्थितिः वा इति प्रथमतया पृथक्त्वस्य स्थितिः वक्तव्या तदा भेदस्य प्रथमं वयं पृथक् इति अस्तु तर्हि तत्र अवधित्वं तत्र जगति पृथक्त्वं प्रति सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति नाम तत्र सर्वम् इत्युक्ते घटं विहाय तत्र सर्वं नाम घटं विहाय तत्र तत्र अवधित्वं नास्ति इति जानीमः नाम कपाले नास्ति इति किन्तु कुत्र अवधित्वम् अस्ति कुत्र न नास्ति इति द्रष्टव्यम् अपि तादृशी स्थितिः वेदस्य अपि अस्ति न वा इति प्रश्नः किन्तु प्रथमतया पृथक्त्वस्य पश्यामः किं का स्थितिः इति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे मृणालिनी भगिनी अग्रे पठति वा विद्याधर्यां दत्तमस्ति यत् सर्वेपि पदार्थाः भवति सर्वेपि पदार्थाः तादात्म्यसम्बन्धेन स्वस्मिन् भवति सर्वोपि पदार्थः सर्वोपि पदार्थाः तादात्म्यसम्बन्धेन स्वस्मिन् भवति तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः, प्रतियोगिनं विहाय च सर्वत्र भवति। एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य कोऽर्थः? विद्याधर्यां दत्तमस्ति यत् सर्वोऽपि पदार्थाः तादात्म्यसम्बन्धेन स्वस्मिन् भवति। अर्थः कः? घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते, घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते। समीचीनं। तेन सम्बन्धेन घटो नास्ति इत्यभावः अयं घटं विहाय जगति सर्वत्र भवति। तर्हि घटः नास्ति इति अभावः खलु, घटस्य अभावः स्वं घटं विहाय अन्यत्र सर्वत्र भवति इति नाम तत्र पटं पटः अस्ति, पटः अस्ति, तत्र किम् अभवत्? तर्हि तत्र पटः तत्र पटः अस्ति इति चिन्तयतु, नाम तत्र घटस्य अभावः, अन्योन्य अभावः खलु, तत्र अभावः घटं विहाय जगति सर्वत्र भवति। तत्र उदाहरणं स्वीकुर्मः, पटः इति उदाहरणं स्वीकुर्मः, नाम तत्र पटे घटाभावः वर्तते वा? हा वर्तते, पटे घटाभावः वर्तते। नाम घटाभावः इत्युक्ते किं नाम अस्मिन्, यथा तत्र वयं तत्र पूर्वं नाम अत्यन्तः भावः अपि अन्योन्यभावः तत्र मनसि भवेत्, नाम अत्यन्ताभावः नाम इदानीं तत्र उत्पीठिका अस्ति इति चिन्तयतु, तत्र घटः नास्ति इदानीं, किन्तु तत्र अत्यन्त अभावः खलु, न तु अन्योन्यभावः खलु, नाम इदानीं घटः अत्र नास्ति, तत्र अत्यन्त अभावः, उत्पीठिका अस्ति, उत्पीठिकायां घटः नास्ति, तर्हि अत्यन्त अभावः। यदि कोऽपि घटम् आनयति तदा अभावः किं भवति? नश्यति, नश्यति, अत्यन्ताभावः नश्यति, नाम अत्यन्ताभावः नित्यः नास्ति, सः नश्यति, घटस्य आनयनेन अत्यन्ताभावः नश्यति खलु। इदानीम् अत्र किं लिखितं, तत्र अत्यन्ताभावः नाम घटः नास्ति, कुत्र नास्ति? उत्पीठिकायां नास्ति। घटः उत्पीठिकायाम् अस्ति चेत् केन सम्बन्धेन वर्तते? संयोगसम्बन्धेन भवति खलु, तत्र नाम यदि वयं वदामः अत्यन्तः भावः घटः नास्ति इति, तदा वयं किं तत्र वदामः, स्पष्टतया वदामश्चेत् तत्र घटः संयोगसम्बन्धेन घटः अत्र नास्ति इति खलु, घटः नास्ति, घटः नास्ति इति, अतः तत्र घटाभावः अत्यन्ताभावः वर्तते इति वदामः। अत्र अन्यविध अभावः, अन्योन्य अभावः, तर्हि घटः नास्ति इति एव वार्ता, किन्तु अन्योन्याभावः नाम पटे तत्र पटे अभावः वर्तते इति तस्य अर्थः कः नाम घटः नास्ति इति एव, किन्तु घटः तादात्म्यसम्बन्धेन पटे नास्ति इति अभावः। अभावस्य अर्थः कः? तेन सम्बन्धेन, तेन नाम तादात्म्यसम्बन्धेन, तेन सम्बन्धेन घटः नास्ति, पटे पाठे घटः तादात्म्यसम्बन्धेन नास्ति इति अभावः, सः अभावः अत्यन्तः अभावः खलु, तेन सम्बन्धेन घटः नास्ति पटे इति अभावः पटे वर्तते, अपि घटं विहाय जगति सर्वत्र भवति खलु. हा पटे पटे घटः तादात्म्यसम्बन्धेन नास्ति, अर्थः कः, घटः केवलं वस्मिन्नेव तादात्म्यसम्बन्धेन भवति इति कृत्वा घटः तादात्म्यसम्बन्धेन पटे नास्ति इत्युक्ते घटः पटः न इति, अथवा पटः घटः न इति, नाम यतोहि पटः घटः नास्ति इति, अतः घटस्य अभावः घटनिरूपित अभावः पटे वर्तते. अस्तु अग्रे. सर्वत्र भवति अत्र घटं विहाय अयम् अभावः घटाभावः तादात्म्यसम्बन्धेन प्राप्तं घटाभावः खलु. न न, घटाभावः तादात्म्यसम्बन्धेन अस्ति इति न, घटः तादात्म्यसम्बन्धेन नास्ति इति अभावः, नाम घटः नास्ति, नाम यथा तत्र अत्यन्त अभावसन्दर्भे संयोगसम्बन्धेन घटः उत्पीठिकायां नास्ति, अत्र अत्यन्त अभावः, अत्र अन्योन्याभावः, अन्योन्याभावस्थले तत्र घटः आसीत् चेत् केन सम्बन्धेन भवेत्, तादात्म्यसम्बन्धेन, अतः घटस्य अन्योन्याभावः तादात्म्यसम्बन्धावच्छिन्न अभावः भवति, नाम तत्र संयो तत्र सम्बन्धः सदा तादात्म्यसम्बन्धः भवेत्. अतः अभावः तादात्म्यसम्बन्धेन अस्ति इति न वार्ता नास्ति, अभावः केवलं स्वस्मिन् तादात्म्यसम्बन्धेन भवति, किन्तु अतः तत्र अभावः सर्वत्र भवति जगति प्रतियोगिनं विहाय. अग्रे भेदः पटं विहा प्रतियोगिनं विहाय सर्वत्र भवति. अत्रापि अन्योन्यभावः वा आचार्य? अन्योन्यभावः एव, अन्योन्यभावः एव अत्र. तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य कोऽर्थः? नाम भेदः एव अन्योन्य अभावः, अन्योन्य अभावस्य अन्यनाम भेदः, भेदः अयमेव, अयमेव नाम अयम् अभावः एव भेदः, अयं भेदः प्रतियोगिनं, नाम घटः नास्ति इति तत्र अभावः, तत्र प्रतियोगी कः, प्रतियोगी तु घटः एव, अतः घटं विहाय, घटं विहाय प्रतियोगिनं, घटं विहाय सर्वत्र अभावः भवति, सः अभावः सर्वत्र भवति. तत्र प्रायशः तत्र यदि एतद् लिखामः तत्र प्रतियोगिनं घटं विहाय सः अभावः अथवा भेदः सर्वत्र भवति. अग्रे पठितं नाचार्य तावत्पर्यन्तं. तर्हि एवं पटौ न इति, पटौ न इति भेदः, पटं विहाय प्रतियोगिनं विहाय सर्वत्र भवति, सर्वत्र भवति हा इति विद्याधर्यम् अस्ति. इदानीम् अत्र प्रश्नः कः, तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य को अर्थः? अग्रे हा किन्तु पुनः तत्र यथा किमर्थम् एषः प्रश्नः अत्र स्थापितः इत्युक्ते, वयं पूर्वस्मिन् पुटे पठितवन्तः खलु, नाम तत्र नाम तत्र किं हा नाम सर्वम् इति पदं यथा तद्वत् इदं निखिलं नाम सर्वम् इति पदस्य अपि अर्थः भिन्नभिन्न अर्थाः भवेयुः तथा एव निखिलपदस्य अपि इति उक्तम् अत्र सर्वत्र इति लिखितं खलु अतः सर्वत् नाम इत्यस्य को अर्थः इत्युक्ते नाम सर्वत्र इति पदमस्ति खलु तस्य पदस्य को अर्थः इति प्रश्नः प्रतियोगिनं विहाय भेदः सर्वत्र भवति नाम केवलं प्रतियोगिनं विहाय इति विवक्षितं वा किं विवक्षितम् इति प्रश्नः अत्र अस्तु समीचीनं भगिनि अस्तु अग्रे नरसिंहग्रे महोदय पठति वा अग्रे किञ्चित् पठतु महोदय घटः स्वस्मिन् अस्ति तदत्वसम्बन्धेन इति कारणेन घटः स्वस्मात् भिन्नः घटभेदः घटे इति न भवति घटभेदस्य प्रतियोगिती कः प्रतियोगी कः प्रतियोगी नाम कः अभावस्य विरोधी यस्य आनयनेन घटभेदः घटस्य अन्योन्याभावः न भवितुमर्हति घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्याभावः नास्ति घटभेदस्य प्रतियोगी घट एव घटरूपप्रतियोगिनी घटभेदे नास्ति घटभेदो नास्ति घटं विहाय सर्वत्र घटभेदः अस्ति पटघटात् भिन्नः इत्यनेन घटभेदः पटे मठः घटात् भिन्नः इत्यनेन घटभेदः मठे वृक्षः घटात् भिन्नः इत्यनेन घटभेदः वृक्षे प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति घटः स्वस्मिन् अस्ति सादात्म्यसम्बन्धेन इति कारणेन घटः स्वस्मिन् सादात्म्यसम्बन्धेन भवति घटः स्वस्मात् भिन्नः घटभेदः घटे इति न वदति तत्र घटभेदः घटे इति वाक्यं दोषं भवति किमर्थम् इत्युक्ते घटः स्वस्मिन् सादात्म्यसम्बन्धेन भवति घटः घटे वर्तते एव अतः घटभेदः घटे इति न भवति घटभेदस्य प्रतियोगी कः इति प्रश्ने अस्ति अत्र प्रतियोगी नाम कः अपि प्रश्ने अस्ति अभावस्य विरोधी प्रतियोगी इति उच्यते अत्र घटभेदस्य अभावः घटभेदस्य प्रतियोगी घट एव भवति अतः तत्र यस्य आनयनेन घटभेदः घटस्य अन्योन्याभावः न भवितुमर्हति यदि घटभावः अस्ति तर्हि एकं घटम् आनयामः चेत् तत्र घटभेदः न वर्तते तत् नश्यति घटभेदः घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्याभावः नास्ति किमर्थमित्युक्ते अत्र घटः अस्ति अतः तत्र अन्योन्याभावः न भवति अतः घटभेदस्य प्रतियोगी घट एव केवलं घट आनयनेन घटभेदः नश्यति अन्यथा किमपि अन्यत् वस्तु आनयनेन तत्र घटभेदः न नश्यति घटरूपप्रतियोगिनी घटभेदो नास्ति घटरूपी प्रतियोगिनी इत्युक्ते घटे एव घटभेदः न भवति घटं विहाय सर्वत्र घटभेदः अस्ति घटः तत्र पटः घटात् भिन्नः इत्यनेन किं भवति घटभेदः पटे वर्तते यदि मठः घटात् भिन्नः इति वदामः चेत् तत्र किं भवति घटभेदः मठे वर्तते घटभेदः अत्र एक एव तत् भिन्नभिन्न अन्यत् वस्तु स्वीकुर्मः चेत् तत्र घटभेदः वर्तते इति वक्तुं शक्नुमः घटभेदः वर्तते वृक्षं स्वीकुर्मः चेत् तत्र वृक्षघटात् भिन्न इत्यनेन तत्र घटभेदः वृक्षे वर्तते पुस्तकघटात् भिन्नम् इत्यनेन घटभेदः पुस्तके वर्तते तादृशं भवति प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति केवलं प्रतियोगिनं प्रतियोगिनी घटभेदः न भवति इति तात्पर्यः अस्ति महोदय समीचीनं महोदय समीचीनं अतः तत्र अभावः घटभेदः केवलं घटे एव नास्ति अन्यत्र सर्वत्र घटभेदः वर्तते घटं विहाय प्रतियोगिनं विहाय इति अस्ति समीचीनं महोदय एतावत् अद्य कृतवन्तः अग्रिमे वर्गे तत्र अग्रे सरामः तर्हि अस्तु धन्यवादाः नमस्कारः अग्रिमे वर्गे मिलामः धन्यवादः।